सत्कर्मणि कृते तस्मिन् सनिद्र्या वृद्धतानयोः गमिष्यति क्षणात् भक्तिः सर्वतः प्रसरिष्यति। एवं सत्कर्मणि कृते अनयोः वृद्धता सनिद्रा गमिष्यति, निद्रया सहिता सनिद्रा, निद्रा च वृद्धता च वार्धक्यं च उभे अपि गमिष्यतः इत्यर्थः। क्षणादेव गमिष्यतः, सर्वतः भक्तिः प्रसरिष्यति च इति विष्णुः इति अशरीरिणी उवाच।